नमस्सर्वेभ्यः। अस्माकम् एकादशतमं भाषितं संस्कृतं वर्गं प्रति स्वागतम्। यथा प्रकारः ध्येयमन्त्रः का वदति? नीता भगिनी वदति किम्? नीता भगिनी अस्तु, विशालाक्षी भगिनी हरि ओम्। वागीशाद्य मङ्गलाचरणं वागीशाद्या सुमनस्सः सर्वार्थानामुपक्रमे यं नत्वा कृतकृत्याः कृत्या स्युः तं नमामि गजाननम्। ॐ शान्ति शान्ति शान्तिः। अहमेकवारं वदामि, पुनः एकवारं वदामि। वागीशाद्या सुमनसः सर्वार्थानामुपक्रमे यं नत्वा कृतकृत्या स्युः तं नमामि गजाननम्। वागीशाद्या सुमनसः सर्वार्थानामुपक्रमे सोरि यं नत्वा कृतकृत्या स्युः तं नमामि गजाननम्। ॐ शान्ति शान्ति शान्तिः। धन्यवादः। इदानीम् अस्माभिः शब्दसङ्ग्रहः वर्धनीयः, तदर्थं किञ्चित् सम्भाषणं कुर्मः, अपि च अभ्यासपुस्तकं शनैः शनैः समापयामः। सो वी नीड् नौ टु इन्क्रीस् अवर् वोकेब्युलरी, देर्फोर् लेट् अस् हेव् अ कान्वर्सेशन्। And also, our syllabus is the Abhyasa Pustakam. So having got introduced to the grammar, we will slowly complete the Abhyasa Pustakam also. Here on my screen, if you all can see it, and I think you all can, Tatra Sambhashanam Asti. So I would invite, now the way we'll do it is, I will invite, we are only four of us, so perhaps we can do it as a group also. So we'll go in this line, in this order. Vishal Akshi Bhagini, Yashaswini Bhagini, Meenu Bhagini, Neeta Bhagini, Seema Bhagini. Okay, so starting with Vishal Bhagini, just start reading this, Namo Namaha, and then Yashaswini Bhagini will tell. First line is only Namo Namaha, so let that be. Say Namo Namaha. Kim Bho Darshanam Eva Nasti. Okay? So then Menu Bhagini, then Neeta Bhagini, and Seema Bhagini. Okay? We'll go that way. Astu. We'll do it with... नमो नमः। धन्यवादः। अस्तु आरम्भं कुर्मः। अस्तु विशालाक्षी भगिनी आरम्भं कुर्मः। ऐ विल् नाट् कीप् टेलिङ्ग् द नेम्स्, ओके? एण्ड् वेर् एवर् यु हेव् डिफिकल्टि जस्ट् रिपीट् इट्। सपोज़् किं भो दर्शनमेव नास्ति, नमो नमः। किं भो दर्शनमेव नास्ति, नैव अत्रैव सञ्चरामि किल। नौ यशस्विनी भगिनी, इट्स् अ कान्वर्सेशन्, राइट्? किं भोः वार्ता एव नास्ति। भोः और किं भोः अल्सो यू कैन टेल किं भोः वार्ता एव नास्ति किं भोः एकं पत्रम् अपि नास्ति उत्तमं नीता भगिनी नीता भगिनी ध्वनिः नास्ति इति मन्ये अस्तु सीमा भगिनी Can you hear me? Yeah, now I can hear you, Nita Bhagini. Okay, let Seema Bhagini complete what she was saying. Seema Bhagini, kinchit uchchaihi vadatu. Vayam sarve vismrutahava. Eka nisha. Atra kopi chat madhe kimati. Sutra vata madhe. क्षम्यताम् विशालाक्षी भगिनी वी विल गो इन् दिस् आर्डर् फर् द फस्ट् फोर् फर् द फस्ट् टु टैम् विशालाक्षी भवतः कथं Somebody is making noise. कथं विस्मरणं भवति भोः भवतः सङ्केतम् एव न जानामि स्म महाजनः संवृत्तः भवान् महाजनः संवृत्तः भवान् भवान् एव वा दूरतः न ज्ञातं ज्ञातं न ज्ञातम् नीता भगिनी हा हा भवन्तं स्मृतवान् क्षम्यतां भगिनि ह्यः ह्यः यस्टर्डे ह्यः इट् इस् ह हा य फुल् वित् अ विसर्गः सो ह्यः ह्यः भवन्तं स्मृतवान् ह्यः भवन्तं स्मृतवान् स्मृतवान् किम् अत्र आगमनं सीमन्तेव किञ्चित् कार्यम् अस्ति कार्यम् अत्रैव किञ्चित् कार्यम् अस्ति त्वरितं कार्यम् असीत् अतः आगत्वा क्षम्यतां भगिनि इदानीं सीमा भगिनी बहुकालतः प्रतीक्षां करोमि विशाल भगिनी नो विशाल भगिनी विल् टु डु वन् वन् सेण्टेन्स् एक्चुलि ऐ वाण्टेड् टु कम् औट् एस् अ कान्वर्सेशन् विशाल भगिनी यानं न प्राप्तम् अत एव विलम्बः आगच्छतु भोः गृहं गच्छामः सम्यक् नास्ति भोः समयः नास्ति भोः अग्रे नीता भगिनी श्वः सायं मिलामः वा नीता भगिनी अवश्यं तत्रैव आगच्छामि इदानीं कुत्र उद्योगः इदानीं कुत्र उद्योगः द अल्पप्राण उद्योगः नीता भगिनी ग्रामे अध्यापकः अस्मि। इदानीं कुत्र वासः? One line is missed. Where? The previous line. Yantrakare. Yantrakare Udyoga. Yantrakare Udyoga. Astu, Vishal Bhagini. Eshaha mama grihasthal ket. Grihas. No, Idani she told, no? इदानीं कुत्र वासः एषः मम गृहसङ्केतः यानम् आगतम् आगच्छामि नीता भगिनी क्षम्यतां परन्तु अहं चिन्तयामि तत्र क्लेशः अस्ति नेट्वर्क् अस्य अनन्तरं कुर्मः भवत्याः कृते अस्तु विल् जस्ट् गो थ्रू वन् मोर् राउण्ड् बट् ऐ वाण्ट् टु कम् औट् एस् अ कान्वर्सेशन् सो इट् शुड् कम् ऐ मीन् टु द एक्स्टेण्ट् दट् इट् इस् पासिबल् वन् मोर् टैम् जस्ट् ऐ गो थ्रू विल् गो थ्रू इट् वन् मोर् टैम् श्वः सायम् एकनिमिष हा इदानीम् आरम्भं करोतु नीता भगिनी नमो नमः किं भो दर्शनमेव नास्ति किं भोः नैव अत्रैव सञ्चरामि किल किल नैव अत्रैव सञ्चरामि किल नैव अत्र किं भोः वार्ता एव नास्ति किं भोः एकं पत्रम् अपि नास्ति किं भोः एकं पत्रम् अपि नास्ति नीता भगिनी ऐ रिक्वेस्ट् यू टु कीप् युर् सेल् फोन् म्यूट् प्लीस् किं भो एकं पत्र अपि नास्ति पत्रं मीनू भगिनी पत्रं वयं सर्वे विस्मृता वा विस्मृताः वा वयं सर्वे विस्मृताः वा हेव् यु फोगोटिन् अस् यु हेव् फोगोटिन् अस् विस्मृताः वा कथं विस्मरणं भवति भोः भवतः सङ्केतम् एव न जानामि स्म महाजनः संवृत्तः भवान् महाजनः संवृत्तः भवान् नीता भगिनी ऐ थिङ्क् यु हव् टु वन् मिनिट् नीतू भगिनी वेन् यु आर् नाट् स्पीकिङ्ग् जस्ट् म्यूट् युर् सेल्फ् ओके प्लीस् बिकास् द डिस्टर्बेन्स् इस् कमिङ्ग् फ्रोम् देर् या I think the network, you have network issue. Meenu Bhagini. Yes. This sentence I have to speak. Katham Bhava. Bhavati Bhoho. Continue with the next one. Bhavatam. Hey, Bhavan. Etam eva na janami sma. Uttam. Neeta Bhagini, unmute and tell and then mute yourself. Mahajanah samvrattah bhavan. Bhavan. भवान् एव वा दूरतः न ज्ञातम्? भवान् एव वा दूरतः न ज्ञातम्? विशाल भगिनी, ह्यः भवन्तं स्मृतवान्? ह्यः, ह्यः, ह्यः शुड् कम् आफ्टर्, सो ह्यः, ह्यः भवन्तं स्मृतवान्. ऐ रिमेम्बर् यु यस्टर्डे. किम् अत्र, किम् अत्र आगमनम्? कार्यमस्ति. नीता भगिनी, नीता भगिनी अन्म्यूट् कृत्वा आगच्छतु. यस् मेम्, त्वरितं कार्य आसीत् अतः आगतवान्. त्वरितं कार्यम् आसीत् अतः आगतवान्. बहुकालतः प्रतीक्षां करोमि. यानं न प्राप्तम् अत एव विलम्बः. आगच्छत भोः, आगच्छतु भोः, गृहं गच्छामः. इदानीं वा समयः नास्ति भोः. समयः नास्ति भोः. नीतु भगिनि, नीता, नीता भगिनि, श्वः सायं मिलामः वा? मिलामः वा? श्वः सायं मिलामः वा? श्वयं सायं मिलामः वा? श्वः इस् टुमारो. श्वः सायं मिलामः वा? श्वः सायं मिलामः वा? अवश्यं तत्रैव आगच्छामि. इदानीं कुत्र उद्योगः? यन्त्रकारे उद्योगः. ग्रामे अध्यापकः अस्मि. इदानीं कुत्र वासः? नीतु भगिनि, नास्ति, अस्तु, विशाल भगिनी एव. एषः मम गृहसङ्केतः. यानम् आगतम्, आगच्छामि. अस्तु, पुनः पश्यामः. अस्तु, तर्हि अग्रिमे कक्षायाम् एवमेव कुर्मः. अस्तु, इदानीम् अभ्यासपुस्तकं क्षम्यताम्. अस्तु, लेट् अस् फालो द सेम् आर्डर्. विशाल भगिनी, क्षम्यताम्, एतत् कृतवन्तः, तर्हि आरम्भं करोतु विशाल भगिनी. सः कः? सः स्यूतः. इदानीं प्रातिपदिकं किम् स्यूतस्य? स्यूत, स्यूत, स्यूत, स्यूत, विदौट् एनी आफ् द पैराफेर्नलिया. ओके, स्यूत. सपोजिङ्ग् देर् आर् टु, सपोजिङ्ग् देर् आर् टु, यु विल् से सः तौ ते यु हेव् लर्न्ड् रैट् सो तौ कौ तौ कौ तौ स्यूतौ लैक् देट् ओके ओ लैक् देट् the table is not there no so I okay you need the table okay yeah anyway okay no problem you have understood the logic right so I will help you out tau kau tau siu tau te sah tau te I would request everybody to keep the table you have to make it yeah tau kau so ka kim also will follow the same same pattern तौ कौ तौ स्यूतः तौ देन् ते तौ वन् मिनिट् वन् मिनिट् तौ तौ स्यूतः नैव नैव तौ तौ स्यूतः इस् हौ मेनि स्यूतः टु नो स्यूतः भगिनि हौ मेनि या स्यूतः इस् वन् So when you say tau, it becomes what? Because how many suta? Rama, Rama, Rama, how many are there in Rama? Tau is, sutau it becomes? Yeah, it becomes sutau, because tau sutau, right? Sutau, okay. Tau sutau. And if there are many, then te ke, te syutaha, because Rama, Rama. Te syutaha. Syutaha. Achcha. As to we do only just English for the time being. Agree. Saha, sa, sa. Just a minute. Excuse me, somebody has put something in the chat. Network issue. Chinta mastu bhagini, shrunotu. Shrunotu. Okay. No. Neeta bhagini has network issues. So, Yashasvini bhagini, we have to remember that the words in Sanskritam, no, words in Sanskritam are feminine or masculine. So if you see the blouse, you should not tell sa. Because you No, that's why I changed it to sir then, because it is ending with chola. Correct. So, what is the question you'll ask? What is the question you'll ask? Sa kaha. Sa kaha. Why sa kaha? Sa kaha. Then? Saha cholah. Okay. Now, supposing there were two blouses here. Supposing there were two blouses here. Okay. Then how would you ask the question? Ask the question. Saha ka? No. Okay, we'll do only the singular. Okay, saha kaha, saha cholah. Agre. Bhavati eva vadatu. सः कः सः बालकः सः कः सः मार्जरः मार्जारः सः कः सः रथः इस् इट् मैस्कुलाइन ऑर फेमिनाइन रथः इज इट्स मैस्कुलाइन Okay. But actually it is napusakalinga. No. It is, that's what I'm saying. See, you need to understand. It is masculine. It ends with a. Yeah, please. Sorry. Neuter ends with amma. Yeah, neuter. So, yeah. Don't get confused with the... It is the word that is masculine of feminine. Yeah, ratha. I know it's difficult. Everybody goes through the same process, but we have to change accordingly. Karotu. Should I continue? Yeah, continue. Eshah kaha, एषः मन्थानः. अस्तु अग्रे मीनु भगिनी. आं भगिनि. सः कः? सः मकरः. क्षम्यतां भगिनि, अत्र द हेण्ड् इस् इफ् इट् इस् क्लोस् बै द हेण्ड् इस् स्माल्, इफ् इट् इस् फार् अवे देन्. अस्तु इदानीं वदतु. एषः मकरः. इफ् देर् आर् टु मकरौ तावदेव मकरौ. इफ् देर् आर् मोर् देन् टु भगिनी, योर् वाय्स् इस् सौण्डिङ्ग् अल् लौड्. किञ्चित् उच्चैः वदतु, लिटल् लौड्. एषः ऐ एम् फर्गेटिङ्ग्. सो सा ते ताः, सा ते ताः, यु हेव् टु रिमेम्बर्. सो एषा एते एताः एताः एताः. क्षम्यतां. सः तौ ते, सो ते ते मकराः. एते मकराः. क्षम्यताम्. अन्यत् करोतु. बुद्धिस्मान्. एषः कः? एषः वैद्यः. वैद्यः. द्वौ स्तः चेत् निर्धरतु. सः तौ ते एतौ कौः. कौ एतौ वैद्यौ. वैद्यौ. इदरमूर् दन्तु. एषः कः? नैव. इदर मोर् देन् टु. सः तौ ते. सः तौ ते. ओके ऐ विल् से इट्, यु केन् रिपीट्. सः तौ ते. एते कः? के. एते के. अकार्डिङ्ग्ली इवन् द क्वश्चन् विल् चेञ्ज्. एते के. एते के. एते वैद्याः. वैद्याः. उत्तमं, धन्यवादः. इदानीं नीता भगिनी तु न आगन्तुं शक्नोति. सीमा भगिनी. सः कः? सः एषः शुनकः. अस्तु. सपोसिङ्ग् देर् आर् टु. एतौ शुनकः. नैव. एतौ शुनकौ. सी एण्डिङ्ग् यूजुलि आल्वेज् यु विल् फैण्ड् मोस्ट् आफ़् द टैम्स् एस्पेशलि द एड्जेक्टिव्स् एण्ड् नौन्स् आल्वेज् दे फालो द सेम् जेण्डर् एण्ड् नम्बर्. सो एतौ कौ, इफ् देर् आर् टु डाग्स्, एतौ कौ, एतौ शुनकौ. एतौ शुनकः. एतौ शुनकौ. शुनकौ. अस्तु. इफ् देर् आर् मोर् देन् एते के. एते शुनकाः. शुनकाः. शुनकाः. अस्तु अग्रे. एषः कः? एषः कः? एषः कः? एषः दीपः. इफ् देर् आर् टु, द्वौ स्तः चेत् एतौ दीपौ. क्वश्चन्. एते दीपः. एते दीपाः. ओके. दीपाः. रामः. रामः. रामो. रामः. अस्तु धन्यवादः. कोऽपि आगतवन्तः किल? फरहाद् महोदय. फरहाद् महोदय वदतु. सः कः? एषः विद्युद्दीपः. If there are two? Etau ke? Etau kau? Etau kau, etau vidyat dvipau. Vidyat dvipau. Vidyut dvipau. Vidyut, that O has gone down. Vidyut dvipau. Dvipau. Dvipau. Tama. If there are more than two? Ete vidyut dvipaha. Uttama. Ashtu. धन्यवादः भगिनि. फरहाद् महोदय. नमस्ते भगिनि. नमस्ते. I'm sorry for joining late. चिन्ता मास्तु. सः कः? सः गजः. इफ देयर आर टू वौ स्थः चेत् सः कौ? तौ कौ? एषः एतौ एते एते एते के रामौ रामः एते गजाः. उत्तमम्. अग्रिमं करोतु. एषः कः? एषः करदीपः. द्वौ स्तः चेत् एतौ कौ? एतौ करदीपौ. अधिकाः सन्ति चेत् एते के? एते करदीपाः. उत्तमम्. अस्तु, धन्यवादः महोदय. धन्यवादः. अस्तु, इदानीं का अस्ति वा नीता भगिनी? इदानीमपि पूजा भगिनी नास्ति किल? पूजा भगिनी अस्ति वा? नैव. विशालाक्षी भगिनी, आगच्छ. सः कः न? करेक्ट्. सः कः? सः कः? सः चषकः. चषकः. अस्तु, इदानीं द्वौ स्तः चेत् इफ् देर् आर् टु ग्लासेस्. तौ कः? तौ कौ? तौ कौ? तौ चषकौ. उत्तमम्. अधिकाः सन्ति चेत् ते के? ते चषकाः. चषके? नैव नैव नैव, चषकाः. The pronoun go a little bit differently, and that is why I am I'm putting you through so much pain. Okay, okay, no problem. Pronoun, yeah, once you get used to it, you'll get used to it. One minute. Eshah kaha? Eshah Ramaha. Dvau sthah chet? Eshau kau? एतौ कौ? एतौ कौ? ओके. एतौ कौ? एतौ रामौ. अधिकाः सन्ति चेत्? करेक्ट्. एते के? एते के? एते के? एते रामाः. उत्तमम्. अन्यत् करोतु. सः कः? सः हस्तः. द्वौ स्तः चेत् सः कः? तौ कौ? तौ हस्तौ. अधिकाः सन्ति चेत् ते के? ते ते के? ते हस्ताः. उत्तमम्. धन्यवादः. यशस्विनी भगिनी. धन्यवादः. यशस्विनी भगिनी. या. एष एषः एषः एषः कः एषः पादः द्वौ स्तः चेत् एषौ कौ एतौ एतौ सोरि एतौ कौ एतौ पादौ अधिकाः सन्ति चेत् एते के एते पादाः उत्तमम् अग्रिमे एषः कः एषः दर्पणः एतौ कौ एतौ दर्पणौ एते के एते दर्पणाः उत्तमम् अग्रिममपि करोतु एषः कः एषः वानरः एतौ कौ एतौ वानरौ एते के एते वानराः उत्तमं धन्यवादः मीनू भगिनि आं भगिनि सः कः सः पर्वतः तौ कौ तौ पर्वतौ ते के ते पर्वताः अग्रिमम् सः कः सः मण्डपः तौ कौ तौ मण्डपौ ते के ते मण्डपाः धन्यवादः भगिनि सीमा भगिनि एषः कः एषः आरक्षकः एतौ कौ एतौ आरक्षकौ एते के एते आरक्षकाः उत्तमम् अग्रिमम् एषः कः एषः घटः एतौ कौ एतौ घटौ एते के एते घटाः धन्यवादः भगिनि अस्तु अग्रिमं फरहाद् महोदय किल फरहाद् महोदय नमस्ते सः कः सः घटः क्षम्यताम् अत्र हस्तः एषः कः एषः घटः एतौ कौ एतौ घटौ एते के एते घटाः उत्तमम् अग्रिममपि करोतु Can I ask a question? Yes, please. How do we know, like, when asking the question, if we use eshaha or esha, ete, etaha? Because now we are doing only masculine words. If you look at this word, I have already done this pratipadikam thing. If you look at this word, it is akarant pulling shabda. So usually, prayaha, we have to tell usually because there are exceptions, some few exceptions are there, but they are all documented. So usually pumlinga forms will end with aha. Okay. When asking the question itself, we need to know what we're asking about. Yes. If you don't know, then obviously you may ask kaha athava ka if you don't know saha kaha athava sa ka okay good question if there are dvau thaha etau kau एतौ घटौ एते के एते घटाः एषः कः एषः प्रकोष्ठः एतौ कौ एतौ प्रकोष्ठौ प्रकोष्ठौ एते के एते प्रकोष्ठाः अग्रिमं करोतु सः कः सः विद्यालयः तौ कौ तौ विद्यालयौ ते के ते विद्यालयाः उत्तमं धन्यवादः महोदय विशाल भगिनी धन्यवादः एषः कः एषः समुद्रः एतौ कौ एतौ समुद्रौ एते के एते समुद्राः उत्तमम् अग्रिमम् एषः कः एषः सैनिकः एतौ कौ एतौ सैनिकौ एते के एते सैनिकाः अग्रिममपि करोतु सः कः उत्तमं सः चमसः तौ कौ तौ चमसौ ते के ते चमसाः अग्रिममपि करोतु सः कः सः शिक्षकः तौ तौ कौ तौ शिक्षकौ ते के ते शिक्षकाः धन्यवादः यशस्विनी भगिनी सः कः सः देवालयः तौ कौ तौ देवालयौ ते के ते देवालयाः उत्तमम् अग्रिमम् एषः कः एषः व्याघ्रः एतौ कौ एतौ व्याघ्रौ एते के एते व्याघ्राः सः कः सः शौचालयः तौ कौ तौ शौचालयौ ते के ते शौचालयाः उत्तमं धन्यवादः इदानीं मीनू भगिनी Now is my voice better, Bhagini? It is still sounding from far away, but I can hear you. Okay, I will speak louder. Saha kaha, saha dantaha, tau kau, tau dantau, te ke, te dantaha. Uttama. Agreed. पुलिङ्ग सर्वनाम शब्दाः पुंलिङ्ग सर्वनाम शब्दाः पुलिङ्ग सर्वनाम शब्दाः सः हि फार् एषः हि नियर् सः हु मास्कुलिन् या भगिनि ऐ just complete let me know bhagini finish okay this we have already done but okay now assuming that these hands are all showing far away things patatu meenu bhagini saha ashwah Hmm. सः आमः आम्रः आम्रः मेङ्गो आम्रः आम्रः द्वौ स्तः चेत् तौ अश्वौ उत्तमम् आम्रौ क्षम्यताम् उत्तमम् अधिकाः सन्ति चेत् ते अश्वाः ते आम्राः उत्तमं धन्यवादाः भगिनि सीमा भगिनि एतद् मास्तु एतद् मास्तु एतदपि मास्तु हा एतत् करोतु दिस् इस् फार् अवे और् क्लोज् मेक् इट् क्लोज् बिकास् देर् इस् नो हेण्ड् ओन्ली योर् फिङ्गर् इस् देर् एषः कः एषः एडः एषौ कौ एतौ एतौ प्रोनौन्स् आर् स्लैट्लि डिफ्रेण्ट् या एतौ कौ एतौ एडौ एते के एते एडाः एषः कः एषः इन्द्रजालिकः एतौ कौ एतौ इन्द्रजालिकौ एते के एते इन्द्रजालिकाः ऐन्द्र ओके ऐन्द्रजालिका जालिकाः धन्यवादाः सो अत्र किम् इत्युक्ते कोशसङ्ग्रहः वर्धनीयम् इत्युक्ते अहं कृतवती इदानीम् अग्रे सरामः अस्तु गृहकार्यं कृतवन्तः इति अहं मन्ये Does anyone want to... Neeta Bhagini, I will be opening the other document, so don't worry. And Vijay Mahodaya has also joined. So, Graha Karyam, has or does anybody want to discuss the homework? Graha Karyam. Kritavantaha, Kleshaha Santi, Va, Did... Did you all manage to do it? Was there any difficulty? Rewrite. One minute, I'll open the document. Astu. Kurma. Not that. This, yeah. Sa. Okay. 1 minute. Bhakta Harim Namati, where is that? That only. So, Sa. This will be Sa Murarim Namati. Sa Murarim Namati, correct. And suppose, and have you done the number? Yeah. Increment also? Yeah. Te Murarim Namataha. Sa Murarim Namati. This is the subject, change of subject. Correct. So? In all numbers. So correct. One number is the given one, that is Sa Murarim Namati. Uttamam. ते मुरारिं नमतः उत्तमं ताः मुरारिं नमन्ति उत्तमम् अग्रे अच्छा एण्ड् देन् दिस् वाट् इस् देट् सा मुरारिं नमति ऐ डिड् देन् रीरैट् द सेण्टेन्स् वित् द आब्जेक्ट् इन् आल् द नम्बर्स् सो इट् विल् बी so it will be Sa Murari Namati and Sa Murareen Namati, correct? So Murari is, when it is an object, it goes into Dirga, so Murari. Sa Murari Namati and Sa Murareen Namati. Can I do one more? No, no, do as many as you want to, Bhagini. Achha. Balakah, balakah, mataram, namas karoti, mataram. So, balakah, matarau, namas karoti. Balakah, matri, with a long one minute, one minute. What is the second one you told? Balakah, matarau, namaskaroti. One minute. Where did you see matarau? Because I have written, that is why I have written that the table has to be used. The forms of the word. I use the table. That's why I got the matram. Matra Mata, matarau. Mata, matarau, matar. Raha. You have changed the object, right? I've changed the object. Okay. I'm talking about the object. Matarau namaskaroti, then balakah matri namaskaroti. Now the same sentence when I change the subject. Balakah mataram namaskaroti, balakau mataram namaskarotah. Kurutaha. And the last one will namaskaranti. Kurvanti. Okay. Another one, I'll do the subject part only. Balika pitaram namaskaroti. बालिके पितरं नमस्करोतः बालिकाः पितरं नमस्करान्ति कुर्वन्ति ओहो कुर्वन्ति ओके देयर आई थिंक आई हैव टू इट्स ओके आई हैव टू ब्लेम मायसेल्फ बिकॉज़ नमस्करोति you don't know, you have not done that form. But anyway, it is a good thing because you will know that not everything follows the same pattern. Achha, okay? So it will be only for the namaskuranti. Bhagini, can you tell me what you did for subject Bahuvachanam? Which is that? Same sentence. Because I didn't get that. Balika, balakah. Balakah. Balake. Mataram namaskuranti. You said namaskuranti, no? Kurvanti. So balike is two, okay? Remember that. So namaskurutaha. No. Namaskurutaha. Balakaha. I'm not doing balika. Okay, balakaha. Balakaha mataram. नमस्करोति बालकौ मातरं नमस्करोतः कुरुतः व्हाट नमस् कुरुतः कुरुतः एंड बालके बालकाः सॉरी या बालकाः मातरं नमस्कुर्वन्ति कुर्वन्ति अस्तु इदानीं चेंज द ऑब्जेक्ट Bhagini? Object, 1 minute. In all the numbers? Balakah mataram namaskaroti. Balika pitaram namaskaroti. Naiva, Bhagini, change the object. Change the object to two mothers in the second sentence itself. Balakaha. I didn't do that. Okay, I thought you said matarau. One minute. Yeah, I did it. Sorry. Balakaha matarau namaskaroti. Balakaha matri namaskaroti. Okay, it's not matri. Matru. There's a double rukara over there. I put double. Any others that you want to discuss? And in that, in that the this thing also will change, no? Namaskaroti. Namaskurvan. No, no, there balakah only we are taken, no? It is a good idea to send me the document if you have done your homework. There is no problem in that. Okay, thank you. Agree, ma'am. Anybody else wants to discuss the homework? Bhagini, the questions on the story. Okay. The fifth question, Raja, Raja Ramam Kim Avadat. So I have written Raja, quoted comma, from Mandir Khane Tishtha, Raja Iti Avadat. You have put Raja earlier, right? So you don't need to repeat Raja again. No, Raja. No, I did not put in the beginning. I just put inverted commas and I wrote from Mandir Khan. Mantri. Then close inverted commas and Raja Iti Avadat. Is it right or is it? No. Iti should always come immediately after your inverted commas. Iti Avadat. Ideally, Raja, inverted commas, Swam Mantri Thane Tishtha Iti Avadat. If you want to put Raja afterward, then Swam Mantri Thane Tishtha Iti Raja Avadat or Avadat Raja. Okay, so Iti will usually come immediately after whatever you want to say. Like over here, Tatra Ramaha Somaha Iti Mitra Dvayam Asit. You cannot tell Mitra Dvayam Asit Iti. Whatever iti relates to, immediately you have to tell that. Good question, Bhagini. Understood. And just one more question on that question only. That Ramam is not necessary. The answer. Which question? The question is Raja Ramam Kim Avadat. Ek animesh. Raja Ramam Kim Avadat. Same question which she asked. But in the answer, the Ramam is not necessary. No, ideally it should be there. But over here it is understood. Not necessary. Okay. So usually what will happen is you'll have the question in front of you and you will definitely write Ramam. But I think Bhagini's question was more on where to put Iti. Yeah. Astu. Anye Kopi. कर्तुम् इच्छति किम् इवन् द लास्ट् क्वश्चन् भगिनी शोकः रामस्य कम् अभवत् आन्सर् ऐ हेव् रिटन् सोमः रामस्य सेवकः अभवत् एण्ड् द सेकेण्ड् पार्ट् इस् किमर्थं जीवनार्थम् So, how will you write the answer to the second part? You can just write Jeevanartham or you can say Jeevanartham Ramasya Sevakaha Abhavat. Soma. So, Kimartham would mean why? For what reason? For what purpose? For Jeevanartham? Even if you had written Somaha Vidya Vihinaha Tadartham रामस्य सेवकः अभवत् देन् आल्सो इट् वुड् बि करेक्ट् बिकास् यु केन् इण्टर्प्रेट् इट् एज् यु ऐ मीन् इन् अ डिफ्रेण्ट् वे बट् इफ् यु आर् इफ् यु आर् एड्वेञ्चरस् देन् यु केन् गिव् बोत् आफ् देम् अदर्वैस् जीवनार्थं रामस्य सेवकः अभवत् दि आन्सर् फोर् किमर्थं वुड् बि सोमः विद्या विहीनः अतः सोमः रामस्य सेवकः अभवत् देट् आल्सो यु केन् पुट् Or you can put Jeevanartham. I don't use Saha there. I used it like that. Somaha Vidya Vihinaha Saha Jeevanartham Ramasya Sevakaha Bhavat. Abhavat. Yeah, that is also correct, Bhagini. There are different ways you can answer the question. That is not a problem. Okay, thank you. Yeah. Any other questions on the homework? And there is one part which I didn't understand at all. That is because I think you have not done it. Which is that part? Yeah. You just ignore it. Yeah. That is which, not the from the Graha Karyam. Graha Karyam was, everything was there. If there are any questions you have on the Graha Karyam, please feel free. That's the reason why we have a WhatsApp group. Please feel free to ask questions on the WhatsApp group. There is absolutely no problem. I usually respond immediately, but in case I don't, then I will definitely respond late, at least. So you are now talking about this one, right? Shamyata. Correct? Is this the one you are talking about? Bhagini, Yashasvini Bhagini? Yeah, this is the one. So this I had not done. Whatever I have covered, only that I expect you all to do. If you all can do more, there is nothing wrong in that, but that is what is expected. Astu. Anye, Kopi, please do not hesitate to ask questions. This session is only for that only. While doing your homework, if you have had any problem. Neeta Bhagini, idanim shrotum shaknumah kim iti pashyamah. Neeta Bhagini, asti va? Neeta Bhagini, astu tari. Now, all the vibhaktis, okay, that you use, all the seven that you have seen, they all come with some rules or the other. It is not as simple as what we put over here, where we say, you know, that this is the object and so you use this. This is the possessive form and so you use this. Not all of them are so simple. So there are some rules with it, and you will have to know the rules when you use the words. Okay. So with Dvitiya Vibhaktihi, apart from using this case when the word is in the form of an object, there are some other rules. For example, Yada, I think we'll ask students for me to read. Vijay Mahode, Agachati. Namaste Bhagini. Namaste. Pathatu Mahodaya. द्वितीया विभक्त्याः अन्ये नियमाः. एकं, यदा अधितिष्ठति अथवा अधिवसति इति क्रियापदे उपयुञ्जमहे तदा द्वितीया विभक्तिः अपेक्षते. उदाहरणार्थं, व्याघ्री वनम् अधितिष्ठति, द टाइग्रेस लिव्स इन द फॉरेस्ट. रमा कमलम अधिवसति, रमा सीट्स ऑन अ लोटस. विष्णु श्वेतदीपम अधिवसति, विष्णु लिव्स इन श्वेतदीप. व्हेनेवर दिस टू वर्ब्स आर यूज्ड द ऑब्जेक्ट ऑट टू बी इन द सेकंड केस. या सो यू नाउ इफ यू लुक एट द टेबल, ओके, जनरली एज अ रूल वी हैव सीन दैट द सप्तमी विभक्ति takes this, right, in, on, etc. So if you look at this sentence which says that Vishnu lives in Shweta Dvipa, then aham nagare vasami, we are using the seventh vibhakti. But when we use these two verbs or the form of these verbs, adhitishthati, adhivasati, I didn't have any other words which use adhi. But you have to remember that in these cases, you use the second vibhakti for where they sit on. So, vyagri vanam adhitishthati, natu vane. Vane will be wrong because adhitishthati uses the second vibhakti or second case, dvitiya vibhakti. Astu? Astu. अग्रे द्वितीया पठतु. यदा अभितः अराउंड परितः अराउंड उभयतः ऑन बोथ के साइड्स उपयुञ्जमहे उपयुञ्जमहे तदा द्वितीया विभक्तिः अपेक्षते. उदाहरणार्थं हिमालयम् अभितः अरण्यानि सन्ति अरण्यानि सन्ति. गृहम् उभयतः वृक्षाः सन्ति. So whenever you use these words abhitah, paritah and ubhayatah, all these three are indeclinables, which means they don't change forms. They always remain as abhitah, paritah, ubhayatah. When you are using these three words around, paritah and abhitah mean around, and ubhayatah is on both sides, the thing that is being surrounded or which is on both sides, whatever is there on the both sides of something, that something will always be in the second vibhakti. So graham ubhatayah vrikshah santi, graham is in second vibhakti. Similarly himalayam abhitah aranyani santi. Dhanyavadah mahoday. Neeta bhagini asti kim idanim? Neeta bhagini नास्ति किम्? पूजा भगिनी अस्ति वा? आं भगिनी. अग्रिमं वाक्यं पठतु. विना इति शब्देन सह द्वितीया विभक्तिः अपेक्षते. सीतां विना रामः न जीवितुम् इच्छति. So here, whenever you are using the word vina, vina means without, whenever you are using the word vina, you have to use the second vibhakti for the person without whom another person cannot live. So vina is without. So vina, sitam vina ramah na jivitum icchati. So without whom? Without Sita, and that Sita will be in the object case. Okay, agrimam vakyam patata vina. Bhagini? Oh, sorry. Should I read? Yeah. Yeah. Karma padanam krite dvitiya vibhaktihi. The rest is... Apekshate. Yeah. Apekshate. Oh, you cannot see it, is it? You cannot see it. Yeah, yeah. The symbol was coming in between. Anyway, I'll change this. Now? Yeah, yeah. I have made it vertical now. Yeah. Second case is required to be used for the object. Karma padanam krite dvitiya vibhaktihi apekshate. So, this we have already done. For all these, we have seen that for the second case, for the object, you have to use the second case. That is already done. Okay. So, okay. Any questions on what we have done so far? Astu. Vishalakshi Bhagini Agrimam Padhatu. Shikshamita. Farhad Mahode. Farhad Mahode. We are going in queue. Aum Bhagini. Padhatu. Eka Panchashat. द्विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् उत्तमं पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् नवपञ्चाशत् षष्टिः. धन्यवादः महोदय. धन्यवादः. अग्रिमम् अत्र विजय महोदय. नमस्ते भगिनि. पठतु महोदय. एकषष्टिः द्विषष्टिः षष्टिः द्विषष्टिः त्रिषष्टिः चतुःषष्टिः त्रिचष्टिः चतुःषष्टिः चतुष्षष्टिः चतुष्षष्टिः पञ्चषष्टिः षट्षष्टिः सप्तषष्टिः अष्टषष्टिः नवषष्टिः सप्ततिः. धन्यवादः महोदय. विशालाक्षी भगिनि. एकसप्ततिः द्विसप्ततिः त्रिसप्ततिः चतुस्सप्ततिः पञ्चसप्ततिः षट्सप्ततिः सप्तसप्ततिः अष्टसप्ततिः नवसप्ततिः अशीतिः. धन्यवादः. अस्तु, we'll complete the last week's slide. Agre ka asti athava kaha yashaswini bhagini. Subhashitam. Aham ekavaram vadami. Yeah. Upakarishu sadhu साधुत्वे तस्य को गुणः. उपकारिषु यः साधुः स साधुरिति कीर्तितः. सो इट्स् अ वेरि नैस् वन्. इट् सेस् दट् इफ् वन् डस् गुड् वेन् गुड् इस् डन् टु हिम् देन् वट् मेरिट् इस् देर् इन् दट्. बट् वन् हु डस् गुड् इन् स्पैट् आफ् वट् एवर् अदर्स् डू, ही इस् अ सेण्ट् एण्ड् it is quite tough to be that. Bhagini. Subhashitam upakarishu sah sadhuhu sas. Whenever there is a sa after the visarga it becomes half sa. Upakarishu sah sadhuhu upakarishu sah sadhuhu sadhutve tasya ko gunah. Upakarishu yas sadhuhu साधुरिति कीर्तितः. धन्यवादः भगिनी. अग्रे कोऽपि वक्तुम् इच्छति किं वीणु भगिनी? आं भगिनि. वदति किं सुभाषितम्? आम् सुभाषितम्. उपकारिषु सः साधुः साधुत्वे तस्य को गुणः. उपकारिषु यः साधुः ससाधुरिति कीर्तितः. ससाधुरिति कीर्तितः. ससाधुरिति कीर्तितः. Whenever there is a sa after the visarga becomes a half sa. So upakarishu yah sadhuh साधुरिति कीर्तितः. अस्तु. आं भगिनि. अस्तु, ऐ थिंक वी हैव कंप्लीटेड दिस स्लाइड. क्षम्यताम्. You can go to the next. I have a question, Bharani. Yeah. Tell me. The story that we read last week. Yeah. It was slightly difficult. There were a lot of words, new words. So I could understand it, but to use those words still not very comfortable. Lot of words. It will come slowly, Bhagini, because there is the tense over there we have not yet done, the past tense. But the idea is to expose ourselves to reading it. If you read it a couple of times, then you will be able to slowly pick it up. Shanai, shanai. It happens slowly, Bhagini. It's a slow process. Okay, thank you. It's a slow process. But if you want to read it now, that is why I have suggested that See, because all of us cannot do everything, right? the time is limited. So I cannot request everybody to read the story. No, we'll read it on our own. You read it on your own, but whether you're reading it correctly or not, you may have a doubt. In that case, what you do is you record it and you send it to me on WhatsApp. Okay. Thank you. You record it and send it to me on WhatsApp. Neeta Bhagini na agantum shaktavati kim? Neeta Bhagini? She is left. Astu, chinta mastu idani kim apina kartum shaknumaha. Astu, does that answer your question, Bhagini? Yes, yes. Astu. Tari, this Abhyasa Pustakam, I am assuming that everybody has it. In case you don't have it, then the PDF is available. And you can see it. Because that is our syllabus. I want to know, but from everybody, how comfortable now you have become with the Vibhakti and the Lakaraha. If you have understood that concept, then we can do the next Lakaraha. Otherwise, it will be difficult to do that. If we go to the next Vibhakti or to the next Lakaraha without you all having understood, at least I think I can go around the table and check. I think Farhad Mahoday, Avagatam Kila, I think you are clear about the Vibhakti and Lakaraha. Any questions? No, the concepts are clear, just I think there's some words like Namaskaroti. Yeah, those we will do it as an exception. It is my mistake that I have put it over there. I'm sorry. Yeah, well, the concept is clear. Okay, dhanyavada. Pooja Bhagini? Aam Bhagini. The concept concept of Vibhaktihi and Lakaraha is correct, is clear, right? Initially, by yourself, it might not be, unless you sit, you know, like how they used to sit and say Ramah Ramah Ramah Ramam Ramah Raman, then it may not be that difficult. But if you don't do that, then keep the table in front of you and do it. It will come slowly, not to worry. As long as you have understood the concept. Vijay Mahoday? Aam Bhagini. Vishalakshi Bahigini? Yeah, I'm a slow learner, but I'm learning. That's all right. That is not a problem, but you should understand the concept. Yeah. Yashaswini Bhagini? Yeah, it's okay. You have understood the concept, yeah. Meenu Bhagini? Jana Tikila? I understand. Yeah, Neeta Bhagini? Idani? Naiva Kim? Neeta Bhagini? Nashrayate Bhagini? Idani. Hello, ma'am. Can you hear me? Yes, now I can hear you. Ma'am, I've understood the concept. But, even I'm a slow learner. Without the table, I think I will never be able to do it. No, please don't say that. It will come. It is like arithmetic. You keep on doing it, it comes. As long as we have to keep on trying. We should not. Yeah, because at the end of it, there is. Why I'm saying is because when you read the Bhagavad Gita or you read your stories, or not only Bhagavad Gita, etc., even when you use the poetry, Kalidasa and all, to really enjoy the language. Yes, ma'am. Yeah, so it's not. But the concepts are clear. Finally, the concepts are clear. Okay, that is important, you know, because we can always read from screens, especially since this is online and everything is written on the screen. We can keep on reading it, but that's not the point. The point is you should understand why we are using this and why we are using that. That is important. Yes, Astu Bhagini, since we can hear you now. Dhanyavaad. Since we can hear you now and it's clear. Let us, and there are 10 minutes more. Let us, Astu, vadatu bhagini, patatu. Is it the Geetam? No. No. You cannot see? What happens? What is the screen that everybody can see? Parichaya. That mama nama. Mama nama. Mama Parichaya. Introduction. Good. Patatu, Neeta Bhagini. Mama nama Neeta. Mama Mama nama Neeta. Ma'am, can you hear me? Yes, I can. I'll tell you if I cannot hear you. Mama nama Kimapi vadatu bhagini. Ma'am, I cannot see the screen actually. Mama nama. You cannot see the screen, is it? I think then there is a network issue at your end, because I think others can see. Yes, ma'am. Astu then, unfortunately. I cannot see the full. Astu, tari dhanyavadaha bhagini, kshamyatam. Astu. फरहाद महोदय आगच्छतु आं भगिनि पठतु भवतः नाम किम् रीड द नेक्स्ट लाइन और नो आंसर द क्वेश्चन प्लीज मम नाम फरहाद फॉर दकारान्त प्रथम विभक्ति एकवचनम इट्स अ फॉर्म फरहाद ओके फरहाद भवत्याः नाम किम् मम नाम दर्शना उत्तमं धन्यवादः अस्तु एतत्तु अवगच्छति एव एतदपि कृतवन्तः Oh, this is the same thing. Atra. Etaha karniyam. Etat patatu mahode. Adikataya. अकारान्तः पुंलिङ्गः शब्दः सो अधिकतया मीन्स् मोस्ट्लि एनी वर्ड् विच् एण्ड्स् वित् अह इस् एन् अकारान्तः पुंलिङ्ग् शब्दः पुंलिङ्गः शब्दः इति वदनीयम् अह एण्ड्स् वट् एवर् वर्ड् एण्ड्स् वित् विच् एवर् वर्ड् एण्ड्स् वित् अह इस् एन् अकारान्तः पुंलिङ्गः शब्दः ओके नौ वि आर् गोयिङ्ग् टु द नेक्स्ट् वन् पठतु महोदय तत् किं मकारान्त देट् विच् एण्ड्स् वित् ऐ डोण्ट् नो द फार्म्स् आफ़् दिस् या तत् ते तानि नो फार् द विमानं हा देट्स् वै इट् tat te tani is the base that you will use dakaranta napumsaklinga so tat kim tat vimanam if there are two tat te so te ke again ke yeah kim ke ha te ke te vimane and then tani kani तानि विमानानि ओके नौ यु डू इट् इदानीं भवान् करोतु तत् किं तत् विमानं ते के ते विमाने ताः tani kani because it is napumsak lingam tani kani tani vima nani ha uttam dhanyavadah mohode dhanyavadah puja bagini am bagini for your benefit do this one and then you do the next one tat kim tat vimanam te ke te vimane tani kani tani vimanani idani karatu same thing anything that saha naiva is for masculine now we have come to napumsaklingam so pustakam that which ends with am generally will be napumsaklingam tat pustakam द्वे स्तः चेत् इफ् देर् आर् टु ते पुस्तके अधिकाः तानि इस् करेक्ट् तानि पुस्तकानि सोरि पुस्तक एण्ड् देन् आड् आनि पुस्तकानि पुस्तकानि एकं करोतु तत् लोकयानं ते लोकयाने तानि लोकयानानि लोकयानानि ओके धन्यवादः अग्रे विजयमहोदय आं भगिनि तत् किं तत् नेत्रं ते के ते नेत्रे तानि कानि तानि नेत्राणि उत्तमम् You have to tell netrani, okay? Because there is one small rule over there which we will do later. So netrani. Netrani. Okay? Na changes to na because of the ra. Astu, agre. There is one more word over there. For I. Nayanam. Tat kim, tat nayanam. Tat kim, tat nayanam. Te ke, te nayane. Uttamam. तानि कानि तानि नयनानि उत्तमम् एकं करोतु एतत् किम् एतत् व्यजनं ते के एते के एते के एते व्यजने व्यजनने व्यजने व्यजने ओके एतानि कानि एतानि व्यजनानि उत्तमं धन्यवादाः महोदय विशालाक्षी भगिनी विशालाक्षी भगिनी या या ऐ विल् ऐ गिव् द एतत् एतत् किं या नो एतत् किम् एतत् उरुकम् ऊरुकम् ऊरुकम् ऊरुकम् ऊरुकम् ऊरुकम् एते के एते ऊरुकमे ऊरुके ऊरुके ओके ओके ओके एते के एते ऊरुके एतानि कानि एतानि ऊरुकानानि उत्तमं करेक्ट् ऊरुकानि आनि यु हव् टु आड् ऊरुकानि ऊरुकानि ओके ऊरुकानि So you don't have to add nani, you have to add ani. So urukani. Acha. Urukani. Okay. Etat kim? Etat? Now this is far away. It is far away. So tat kim? This is far away. Acha. Okay. Tat kim? One second. Tat kim? Tat pushpam. Te ke? Te pushpe. Tani kani? Tani pushpani. Over here it is pushpani. Okay, because there is a small pushpa. Pushpani. Acha, pushpani. Okay, I think three more people can still. If you want to extend for about 5 minutes, is it okay with you all? Meenu Bhagini? Yes. Meenu Bhagini. Meenu Bhagini. Bhagina. Etat patram. Ete ke. Ete patre. Etani kani. Etani patrani. Patrani uttamam. Ni. Why? Because it changes. Etat parnam. Ete ke. Ete parne. Etani kani. Etani parnani. Parnani. Ni only over here. Yeah. Parnani. Etat kim. Etat dalam. Ete ke. Ete dale. Etani kani. Etani dalani. Uttamam. Dhanyavadah bhagini. Yashasvini bhagini. Tat kim? Tat jalam. Te ke? Okay, over here, just for the words, okay? But you will never have two waters like that. Yeah, okay? Yeah. So, the singular itself is plural. So yeah. Jalam, you don't usually tell jalani. I'm just doing it for the exercise, that's all. Te jale. Hmm. Then what is the third one? Tani kani. Tani jalani. Yeah, please remember that, yeah, because Yeah. Asta dhanyavada. Anyat Neeta Bhagini to Neeta Bhagini Vaktamichati Kim? Idanim? Nahi Vaiti Bhagini. Astu. Samapayamaha. इदानीम् अहमेव वदामि ऐ डोण्ट् हेव् द स्क्रीन् इन् फ्रण्ट् आफ् मी स्वस्ति प्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महिषाः गोभूचरेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु अनेके धन्यवादाः पुनर्मिलामः धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः